गते सप्ताहे वयं द्वितीयविभक्तिं समापितवन्तः. द्वितीयविभक्तेः विषयं वयं कृतवन्तः. अग्रे इदानीमस्ति काचन कथा. अत्र षड्विंशः पाठः अस्ति. तत्र गीतोपदेशप्रसङ्गः. लक्ष्मीभगिनी कृपया आरम्भं करोतु. एतं प्रसङ्गं सावधानं पठत. महाभारतयुद्धं निश्चितम् आसीत्. युद्धं कर्तुम् इच्छन्तः कौरवाः पाण्डवाश्च कुरुक्षेत्रयुद्धभौमौ युद्धभूमौ समवेताः अभवन्. अस्तु, अत्र किं लिखितमस्ति अवसति वा? महाभारतयुद्धं नाम युद्धम् अहं वदामि. अस्माकं कार्यं किम्? अत्र स्वस्य शब्दैः कस्यचित् अर्थस्य प्रतिपादनं. नाम मम मनसि अहं यावत् जानामि अहम् अपरैः शब्दैः अहं प्रकटीकर्तुं शक्नोमि. अत्र लिखितमस्ति महाभारतयुद्धं निश्चितमस्ति. प्रायः सर्वे अवगच्छन्ति खलु? नाम सरलमस्ति, तावदेव वदतु. नाम महाभारतयुद्धं निश्चितं नाम भविष्यति एव इति अर्थः खलु? भविष्यति एव नाम तत्र कापि शङ्का नास्ति. या कापि शङ्का आसीत् सा शङ्का समाप्ता. अत्र निश्चितमस्ति युद्धं भविष्यति इति अर्थः खलु? तावत् वयं वदामः चेत् सर्वे अवश्यम् अवगन्तुं शक्नुवन्ति. अस्तु, अग्रे भवती करोतु. कौरवाः पाण्डवाः युद्धं कर्तुम् इच्छन्तः कुरुक्षेत्रयुद्धभौमौ युद्धभूमौ कौरवाः पाण्डवाश्च समवेताः अत्र स अभवन्. तस्य अर्थः कः नाम स्वस्य शब्दैः वक्तव्यमस्ति. स्वशब्दैः अत्र युद्धं कर्तुम् इच्छन्तः कौरवाः पाण्डवाः इति तस्य अर्थः कः? कौरवाः पाण्डवाः युद्धं कर्तुम् इच्छन्तः नाम इच्छामि कुरुतः. तद्रूपं कीदृशमस्ति? कोऽपि वदति वा रूपं कीदृशमस्ति? शत्रुपतयः अस्ति. भगिनी तु सर्वं जानाति. शत्रुपतयः अस्ति अत्र. अत्र अत्र लट्लकारः नास्ति. लट्लकाररूपं किम् अस्ति? इच्छन्ति इति महोदय जानन्ति. कौरवाः पाण्डवाः द्विवचनमेव न, बहवजनाः खलु? बहवजनाः सन्ति. बहुवचनमे अस्ति. कौरवाः पाण्डवाः तत्र शतशः जनाः सन्ति. तत्र इच्छन्ति अपि च भूतकाले चेत् कश्चन दोषः तत्र अस्ति. ऐच्छत् बहुवचने किमस्ति? साहाय्यं करोतु. लङ्लकारे भगिनी ऐच्छन् खलु? अगच्छत् द्विवचने. अत्र अगच्छत् द्विवचने. अगच्छताम् अगच्छन्. अत्र पश्यतु, भूतकालस्य विषये गतवान् इति जानाति वा? गतवान् कृतवान् लिखितवान् एतत् सर्वं जानाति खलु महोदय अपि जानाति खलु लिखितवान् गतवान् तत्र लिखितवान् इति वास्तविकभूतकालः नास्ति भूतकाले भूतकालः अस्ति किन्तु क्रियापदं नास्ति विशेषणमस्ति क्रियापदं नास्ति यथा बालकः गच्छति इति क्रियापदम् अवगच्छति बालकः गच्छति इति क्रियापदमस्ति श्यामः गच्छति इति वर्तमानकालस्य क्रियापदं लट् लकारः इति वदामः लट् लकारः तत्र अभ्यासपुस्तके वयं श्यामः गतवान् इति ह्यः भूतकाले वयम् अधीतवन्तः वस्तुतः गतवान् बाल श्यामः गतवान् इदानीं लीला गतवती क्रियापदस्य लिङ्गभेदः न भवति क्रियापदस्य लिङ्गभेदः नास्ति विशेषणस्य लिङ्गभेदः भवति अस्ति तर्हि गतवान् गतवती इति एतत् सर्वं विशेषणमस्ति नाम गतवान् श्यामः गतवती लीला नाम लीला कीदृशी गतवती लीला शी इस् द वन् हू वेण्ट् कीदृशी लीला वट् इस् शी लैक् तादृशी लीला या गतवती इति विशेषणमस्ति वर्णनं भवति तत्र तत्र क्रियापदं नास्ति स्मर्यते वा सन्ध्या भगिनि स्मर्यते मनसि अस्ति एतत् सर्वम् भवती वदतु कस्य कुत्र लिङ्गभेदः नाम क्रियापदस्य लिङ्गभेदः भवति वा कस्य लिङ्गभेदः भवति विशेषणस्य लिङ्गभेदः भवति खलु तत्र वचनभेदः वचनभेदः कुत्र अस्ति क्रियापदस्य वचनभेदः भवति वा बालकः बालकाः बालकः गच्छति बालकाः गच्छन्ति वचनभेदः अस्ति भवति इदानीं पुरुषभेदः बालकः गच्छति अहं गच्छामि तत्र पुरुषभेदः तर्हि यत्र क्रियापदमस्ति तत्र पुरुषभेदः अस्ति वचनभेदः अस्ति लिङ्गभेदः नास्ति इदानीं विशेषणमस्ति चेत् विशेषणम् उदाहरणार्थम् उत्तमः बालकः तत्र उत्तमबालकः तत्र बालकाः उत्तमाः तत्र वचनभेदः अस्ति अस्तु इदानीं उत्तमः बालकः बालकः उत्तमः अहम् उत्तमम् भवान् वदति चेत् अहम् उत्तमः सत्यम् एकनिमिष तत्र न इदानीं तर्हि बालकः उत्तमः अहं सुरूपः उत्तमः इति तत्र पुरुषभेदः अस्ति वा किं किं वदति अहम् उत्तमं किं वदति तत्र विशेषमस्ति चेत् पुरुषभेदः अस्ति न वा नास्ति किं पुरुषभेदः नास्ति नास्ति एव पुरुषभेदः नास्ति तत्र त्वम् उत्तमः बालकः नाम मध्यमपुरुषः त्वम् उत्तमः बालकः उत्तमः अहम् उत्तमः तत्र भेदः नास्ति पुरुषभेदः नास्ति वचनभेदः बालकः उत्तमः बालकाः उत्तमाः तत्र वचनभेदः अस्ति इदानीं लिङ्गभेदः बालकः उत्तमः बालिका उत्तमा उत्तमा तत्र लिङ्गभेदः अस्ति, लिङ्गभेदः अस्ति. तर्हि विशेषणमस्ति चेत् का स्थितिः? तत्र पुरुषः वचनं लिङ्गम्. अस्तु, क्रियपदमस्ति चेत् का स्थितिः? क्रियपदमस्ति चेत् कुत्र भेदः अस्ति, कुत्र भेदः नास्ति? वयम् इदानीं दृष्टवन्तः, इदानीमेव वयं परिशीलितवन्तः, पुरुषभेदः, लिङ्गभेदः, वचनभेदः. तत्र कुत्र अस्ति भेदः, कुत्र नास्ति क्रियपदं चेत्? बालकः. न न, भवान् वदतु, क्रियापद, क्रियपदं चेत् तत्र वचनभेदः नास्ति. क्रियपदं वचनभेदः अस्ति. अस्ति. लिङ्गभेदः? लिङ्गभेदः नास्ति. पुरुषभेदः? पुरुषभेदः अस्ति. अस्ति. हा, तर्हि आहत्य, आहत्य तत्र पुरुषभेदः अस्ति, वचनभेदः अस्ति, लिङ्गभेदः नास्ति. नास्ति इति क्रियपदम्. इदानीं विशेषणमस्ति चेत् किम्? विशेषणमस्ति चेत् वचनभेदः अस्ति, लिङ्गभेदः अस्ति, पुरुषभेदः नास्ति. नास्ति इति सारांशः. युद्धम् अस्ति इति सः. तर्हि अत्र, अत्र हा, गतवान्, गतवान् इति क्रियपदमस्ति अथवा विशेषणम्? विशेषणं. विशेषणम्. अतः पुरुषभेदः अस्ति वा? अस्ति. नास्ति. पुरुषभेदः अस्ति. नास्ति. विशेषणम् अस्ति चेत् विशेषणे पुरुषभेदः भवति न वा? इदानीमेव वयम् उक्तवन्तः विशेषणे किम्? पुरुषभेदः नास्ति खलु. तर्हि बालकः गतवान्, अहं गतवान्, गतवान्, बालकः गतवान्, अहं गतवान्, तत्र पुरुषभेदः नास्ति. वचनभेदः, अहं गतवान्, बालकः गतवान्, बालकाः गतवन्तः, तत्र भेदः अस्ति खलु. अपि च इदानीं किं, पुरुषभे, लिङ्गभेदः, बालकः गतवान्, बालिका गतवती इति अस्ति, इति स्थितिः अस्ति. इदानीं लङ्कारः तत्र आगच्छन्, अत्र तत्र इदानीं लङ्लकारस्य विषयः न न भवति, वयं कृतवन्तः. नाम तत्र गतवान् इति वास्तविकक्रियपदं नास्ति इति अहम् उक्तवान्. तत्र अग्रे गत्वा अनन्तरं यथा अस्मिन् पुस्तके तत्र वयं कुर्मः, वयं कृतवन्तः तत्र लङ्लकारः. यथा बालकः गच्छति ह्यः, अद्य बालकः गच्छति ह्यः, बालकः अगच्छत्, अगच्छत् बालः, बालकः गच्छति, बालकः अगच्छत्. तत्र अ पूर्वमस्ति, अनन्तरम् इ इति गच्छति, अगच्छत्. तर्हि गच्छन्ति, अगच्छन्, बालकः गच्छति, बालकः अगच्छत्, बालकाः गच्छन्ति, बालकाः अगच्छन्, अगच्छन्. तर्हि अत्र किन्तु यत्र इच्छति अस्ति, इच्छति अस्ति चेत् तत्र अ इति नास्ति, तत्र अ प्लस् इ, तत्र ऐ इति भवति, ऐ. ऐच्छत्, ऐच्छन् भूतकाले, ऐच्छन्. अपि च इच्छन्तः इति तत्र सुपभगिन्या उक्तं यत् इच्छन्तः इति शत्रुप्रत्ययस्य रूपमस्ति, शत्र. महाभारतयुद्धं निश्चितम् आसीत् इति वाक्यं स्पष्टमस्ति वा? न. युद्धं कर्तुम् इच्छन्तः, इच्छन्तः इति अपि विशेषणमस्ति. शत्रुप्रत्ययः तत्र विशेषणमस्ति, अत्र क्रियापदं नास्ति. अतः लिङ्गभेदः अस्ति, वचनभेदः अस्ति, पुरुषभेदः नास्ति. शत्रुप्रत्ययस्य प्रयोगः कथं भवति, कोऽपि वदति वा, भगिनी वदति वा प्रयोगः कथम्? उदाहरणार्थं उदर शत्र बालकः गच्छन् बालकः खादति स्म हा हा हा तै यदा सः गच्छति स्म तदा सः खादति स्म इति अर्थः तस्मिन् काले तस्मिन् क्षणे तस्मिन्नेव समये यदा सः गच्छति स्म तदा सः खादति अपि स्म अतः यः गच्छन् यतः गमनसमये तत्र नाम युगपत् युगपत् नाम समते निस्ति युगपत् युगपत् नाम तस्मिन्नेव समये यदा बालकः गच्छति तः सः बालकः खादन् गच्छति अतः अथवा बालकः चिन्तयन् गच्छति किमपि लिखन् गच्छति अत्र बहुवचने लिखन्तः गच्छन्तः अत्र अस्ति इच्छन्तः बहुवचने तर्हि तेष नाम युद्धं कर्तुम् इच्छन्तः अत्र इच्छन्तः इति समानकाले कौरवाः पाण्डवाः च कुरुक्षेत्रयुद्धभूमौ समवेताः अभवन् नाम यस्मिन् समये समवेताः अभवन् तस्मिन् समये युद्धं कर्तुम् इच्छन्तः When we did that, he read those as Kriya Dvayam. When you did what? Didn't do this one yet. The one that you are describing. Abhyasa Pustake Bindamasti. No, Khadan Gacchati. So we read this as Kriya Dvayam. Kriya Dvayam. So they are not both Kriya Padastha. One is Visheshana. No, Kriya Asti. Kriya Padam Asti. Okay. क्रिया नाम एक्शन् ओके तावदेव हिन्दीभाषायां वयं वदामः क्रिया नाम उजारः इति क्रिया किन्तु ओतो क्रिया इति केवलम् एक्शन् इति अर्थः यत्र वर्ब् इति वक्तुमिच्छामः तत्र क्रियापदम् इति वक्तव्यमस्ति सो क्रियापदम् इस् डिफरेण्ट् फ्रम् क्रियापदद्वयम् क्रियापदं नाम क्रिया क्रियाद्वयं क्रियाद्वयम् अपि च क्रियापदद्वयम् इति भिन्नं सत्यं सत्यं तद् युद्धं कर्तुम् इच्छन्तः कौरवाः पाण्डवाः च कुरुक्षेत्रयुद्धभूमौ भूमौ इत्यस्य का विभक्तिः सत्यं वा सन्ध्या भगिनी का विभक्तिः अस्ति कुरुक्षेत्रयुद्धभूमौ समवेताः नाम एकत्र जाताः वदति वा एकत्र एकत्र नाम समवेताः अभवन् इत्यस्य कः लकारः लङ् नाम भूतकालः खलु अगच्छत् अभवत् इति जानाति खलु अभवत् तस्य बहुवचनमस्ति अभवन् महाभारतयुद्धं निश्चितम् आसीत् युद्धं कर्तुम् इच्छन्तः कौरवाः पाण्डवाश्च कुरुक्षेत्रयुद्धभूमौ समवेताः अभवन् अर्थः स्पष्टः कुत्र एवं वचनं किम् अत्र भूमौ एकवचनमस्ति भूमिः सप्तमी न अत्र यथा बालकः बालकौ तत्र प्रथमा विभक्तिः अकारान्तशब्दस्य द्विवचनान्तरूपम् अस्ति बालकौ खलु बालकः बालकौ किन्तु अत्र मुनिः मुनिः मुनि मुनयः खलु भवती वदतु रूपाणि मुनिः मुनिः मुनि मुनयः मुनिः अनन्तरं न सहायं करोति न न भवती जानाति एव सुब्रह्मण्य महोदय सहायं करोति वा न महोदय मुनिना मुनिभ्यां मुनिभिः मुनि मुनिना मुनिभ्यां मुनिभिः अनन्तरं चतुर्थी मुनये मुनिभ्यां मुनिभ्यः पञ्चमी मुनेः मुनिभ्यां मुनिभ्यः षष्ठी यथा पञ्चमी मुनेः मुनि मुन्योः मुनीना हा हा पुनः वदतु समीचीनं पुनः मुनेः मुनिभ्यां नो सोरि मुनेः मुनोः मुन्योः मुनीनां मुनीनाम् अनन्तरं सप्तमी किमस्ति मुनौ मुन्योः मुनिषु मुनौ मुन्योः मुनिषु मुनौ भूमौ एकवचने सप्तमी नास्ति चिन्ता अस्तु तर्हि समवेताः अभवन् अस्तु सुब्रह्मण्यमहोदय अग्रे आचार्यः भीष्मः कौरवाणां सेनापतिः आसीत् द्रुपदपुत्रः दृष्टद्युम्नः पाण्डवानां सेनापतिः आसीत् स्पष्टमस्ति वा अस्तु सन्ध्याभगिनी अवगच्छति वा अस्तु अग्रे असङ्ख्याः क्षत्रियाः तत्र सम्मिलिताः आसन् नाम बहवः क्षत्रियजनाः बहवः असङ्ख्याः नाम यत् गणयितुं न शक्नुमः तावन्ताः गणयितुमपि न शक्नुमः असङ्ख्याः बहवः क्षत्रियाः तत्र आगच्छन्ति सम्मिलिताः सम्मिलिताः नाम एकत्र मिलति खलु मिलति सम्मिलिताः अग्रे भीष्मः सिंहनादं कृत्वा शङ्खनादं कृतवान् ततः सैनिकाः शङ्खान् भेरीः पणवान् आनकान् गोमुखान् च वादितवन्तः भीष्मः प्रथमे सिंहनादं करोति अनन्तरं शङ्खनादमपि करोति अवगच्छति वा सर्वे सिंह इव नादम् अनन्तरं शङ्खा इति जानाति वा शङ्खनादं कृतवान् ततः ततः सैनिकाः अपि शङ्खं भेरी पणवान् आनकान् विविध युद्ध परिकरं सत्यम् अवगच्छति वा सन्ध्या भगिनी केवलं नाम तत्र ध्वनेः करणार्थं तत्र युद्धसमये भिन्नभिन्नरीत्या एतत् सर्वमस्ति तत्र युद्धस्य करणार्थं यत्र सङ्गीतम् अथवा एतत् एतादृशध्वनिः भवति यत् इदानीं ध्वनिः नाम तेषां चिन्तनमेवं भवेत् यत् अस्तु अस्माकं जयः भविष्यति युद्धे पाण्डवाः अपि शङ्खनादं कृतवन्तः अर्जुनः स्वस्य रथस्य सारथिं श्रीकृष्णम् उक्तवान् अच्युत सेनयोः मध्ये मम रथं स्थापय. अत्र युद्धार्थं अर्जुनः स्वस्य रथस्य सारथिं श्रीकृष्णं उक्तवान्. नाम अर्जुनरथसारथी श्रीकृष्ण अर्जुन सारथिः नाम सारथि यः रथं चालयति यः. श्रीकृष्णम् उक्तवान् अच्युत सेनयोः मध्ये मम रथं स्थापय. सेनयोः भवति कीदृशरूपमस्ति? द्विवचन. का विभक्तिः? सप्तमी भवितुमर्हति स्म, किन्तु अच्युत सेनयोः मध्ये अत्र षष्ठी विभक्तिः अस्ति. सेनयोः मध्ये रूपं तदेव, रूपं सप्तमी भवितुम् अर्हति स्म, किन्तु अत्र तथा नास्ति. अत्र युद्धार्थम् उपस्थितान् सर्वान् अहं द्रष्टुम् इच्छामि इति. अत्र युद्धार्थम् उपस्थितान् ये भवति सर्वान् अहं द्रष्टुम् इच्छामि. पश्यन् द्रष्टुम् इच्छामि इति सर्वं स्पष्टमस्ति. कोऽपि प्रश्नः वा? सन्ध्या भगिनी, प्रश्नः नास्ति. श्रीकृष्णः सेनयोः मध्ये रथं स्थापयित्वा उक्तवान्, पार्थ अत्र समवेतान् सर्वान् कुरून् पश्य इति. अर्जुनः तत्र पितृन् अत्र कुरून् नाम कौरवाः. अर्जुनः तत्र पितृन् अत्र पार्थ अत्र समवेतान् सर्वान् कुरून् पश्य. पश्यति कः पुरुषः? रूपं किम्? मध्यमपुरुषः अस्ति खलु. पश्यतु इति अर्थः लोट् आदेशः. अर्जुनः तत्र पितृन् पितामहान् आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सुहृतश्च दृष्टवान्. एतेषां शब्दानां का विभक्तिः? द्वितीया विभक्तिः अस्ति. तत्र भिन्नभिन्नरीत्या शब्दाः सन्ति. पितॄन् इति अस्य मूलरूपं किम्? पितृ. तत्र पितामहान् इति अकारान्तशब्दः. आचार्यान् इति अकारान्तपुल्लिङ्गशब्दः. मातुलान् भ्रातॄन् भ्रातृ इति तस्य अर्थः कः? सहोदरः. सहोदरः इति अर्थः खलु. भ्राता अस्तु. पुत्रान् इति स्पष्टमस्ति. पौत्रान् पौत्रः नाम पुत्रस्य पुत्रः. अस्तु अग्रे. सखीन् नाम मित्राणि. अस्तु अग्रे. श्वशुरः नाम जानाति वा? सुहृत्. सुहृत् नाम मित्रं. सुहृत् इति सुहृत् तत्र हलन्तशब्दः अस्ति. सुहृत् तदपि द्वितीयविभक्तिः अस्ति. अस्तु सन्ध्या भगिनी अग्रे पठतु. उपस्थितान् तान् सर्वान् बन्धून् दृष्ट्वा अर्जुनः परमं विषादं प्राप्तवान्. सः विषादः नाम दुःखम्. Krishna, ete sarve mama bandhavaha, etan aham marayitum na ichami, aham yuddham na karomi, iti uktva banam dhanuhu cha visrujya rathe upavishtavan. Kamasativa? Vadatu? Yada arjunaha tasya bandhavaha drishtavan. Bandhavan drishtavan. Tan marita yuddham kartum na ichanti. Marietum na ichanti sma. Ha. Nama tatra dvitiya vibhakti tan marietum. Kintu yadi yuddham kartum iti asti chet tatra ka vibhakti syat. Tatra dvitiya na syat. Ka vibhakti syat. Prashnaha punaha vadati. Sa uktavati arjunaha bandhavan marayitum na icchati sma. Kintu yadi yuddham na kartum icchati sma tan iti vadati va taihi saha nama tritiya asti taihi saha samichinam asti tatha asti astu supa bhagini agri patu tada Shri Krishna ha, tasya. Ekan mesa atre uktva banam dhanuhucha visrujya rathe upavishtavan iti avagasati va. Na banam iti tatra tira. Dhanuhu. Ayameva dhanuhu. Yatra banam asti tatra dhanuhu ayam. Tari banam dhanucha visrujya tyajanam ado bhagi sthapanam tyajati asti kalu tyajati tyajanam ata visrujya srijanam api tatha srijati tyajati इति अर्थः त्यक्त्वा विसृज्य नाम त्यक्त्वा रथे उपविष्टवान् तर्हि किमर्थं तथा कृतवान् दुःखम् अभवत् दुःखं तस्य दुःखं जातम् अपि च किं युद्धं कर्तुम् इष्टवान् न वा न अस्तु तदा श्रीकृष्णः तस्य अज्ञाननिवारणार्थम् गीतोपदेशं कृतवान् सः उक्तवान् अर्जुन त्वम् अचिन्तनीयान् त्वम् अचिन्तनीयान् विषयान् मा चिन्तय नाम अवचति वा त्वम् अचिन् यदा न यत् न चिन्तनीयं तत् मा चिन्तयतु पण्डिताः कथासून् गतासुः नाम यस्य मरणं जातम् अगतासून् तस्य मरणं न जातम् च न अनुशोचन्ति अनुशोचन्ति अनुशोचन्ति नाम दुःखं न अनुभवन्ति तस्मिन् विषये Tvamapi shokam ma kuru. Shokam. Shokaha. Shokaha dinan dukkham. Dukkham. Shokaha. Etan sarvan aham eva purvam maritavan asni. Kaha vadati etat? Saha vadati. Kaha? Krishna vadati. Mm-hmm. Krishna vadati yat aham itukte Krishna. Adau tasya maranam tesham maranam kalpitavan. Kalpitavan? Purvameva. Purvameva. Tvam nimittamatram bhava. Nimittamatram purvameva. No, nimittamatram nama madhyamam. Madhyamam. Oh. Sadhanam, madhyamam. Nama Krishnaha prishtataha karoti sarvam. Arjunaha kevalam madhyamam. Yantram. Yantram. Yantram. Karma karane tava adhikaraha na tu phale. Nama? Arjunasya Krishnaha Arjunam vadati yat Arjunasya adhikaraha karyam kartum kintu karyasya palam tasya karyasya phale Arjunasya adhikaraha nasti. Ataha tvam phala visheye ma chintaya. Tahi phaleshu bhavataha chintaha na bhavaniyaha. Karma kura. Kuru iti. Bhavatah karyam kuru eva. Tataha Sri Krishnaha Arjunaya Vishwarupam Darshitavan. Arjunaha Divyam Chakshuhu Prapya Sri Krishnasya Dehe Sarvan Devan भूतविशेष समूहान् ऋषीन् ब्राह्मणम् ईश्वरं च दृष्टवान्. नाम ततः किं कमवत्? ततः श्रीकृष्णः अर्जुनाय विश्वरूपं दर्शितवान्. I don't know any better words. That is the best word. That's the hard part. महान् विश्वरूपं दर्शितवान्. अनन्तरम् अर्जुनः प्रत्येक दिव्यचक्षुः चक्षुः नाम नेत्राणि दिव्यनेत्राणि प्राप्य श्रीकृष्णस्य देहे सर्वाणि दर्शितवन्तः दर्शितवान्. अनन्तरम् अग्रे किमस्ति? भूत सर्वान् देवान् भूत विशेषसमूहान्. नाम सर्वाणि भूतानि समूहानि. भूतविशेषसमूहान् ऋषीन् ब्राह्मणम् एतानि सर्वाणि द्वितीया बहुवचनम्. ईश्वरं च दृष्टवान् सर्वं प्रदर्शितवान् तदानीं तस्य दृष्टिः भिन्ना जाता येन सामान्यजनाः यत् न द्रष्टुं शक्नुवन्ति सः तस्य मनसि तादृश क्षमता जाता यत् सर्वं द्रष्टुं शक्नुयात् विश्वरूपप्रदर्शनेन अर्जुनस्य मोहः नष्टः सः ज्ञानं प्राप्तवान् भगवन् मम सन्देहः नष्टः अहं तव वचनं करिष्यामि इति उक्तवान् युद्धं कर्तुं सः सन्नद्धः अभवत् सन्नद्धः नाम सिद्धः सिद्धः अथवा सज्जः कोऽपि प्रश्नः अस्ति वा सन्ध्या भगिनी प्रश्नः अस्ति वा सिद्धः नाम संयुक्तः नाम कर्तुम् इदानीं प्रातःकाले भवती सर्वं कृत्वा नाम स्नानं कृत्वा खादित्वा एतत् सर्वं कृत्वा सिद्धा भवति बहिः गमनार्थं बहु किमपि प्रातःकाले बहु किमपि कर्तव्यं भवति बहिः गमनात् पूर्वं यदा सर्वं कृतमस्ति तदा भवती सिद्धा भवति बहिः गमनार्थम् इति अर्थः हा तथा अत्र केचन प्रश्नाः सन्ति तत् द्रष्टुं शक्नुमः अत्र महोदय वदति वा के युद्धभूमौ समवेताः पाण्डवाः च कौरवाः युद्धभूमौ समवेताः पाण्डवानां सेनापतिः कः आसीत् पाण्डवानां सेनापतिः द्रुपदपुत्रः दृष्टद्युम्नः आसीत् युद्धे कति क्षत्रियाः उपस्थिताः आसन् युद्धे असङ्ख्याः क्षत्रियाः उपस्थिताः आसन् दृष्टद्युम्नः कस्य पुत्रः दृष्टद्युम्नः द्रुपदस्य पुत्रः कः शङ्खनादं कृतवान् भीष्मः शङ्खनादं कृतवान् कृष्णः अर्जुनं किम् उक्तवान् कृष्णः अर्जुनम् उक्तवान् यत् किमपि उक्तवान् खलु श्रीकृष्णः सेनयोः मध्ये रथम् कृष्णः अर्जुनं हा श्रीकृष्णसेनयो मध्ये रथं स्थापयित्वा उक्तवान् किम् उक्तवान् पार्थ अत्र समवेतान् सर्वान् कुरुन् पश्य इति सर्वान् कः पूर्वमेव मारितवान् श्रीकृष्णः श्रीकृष्णः पूर्वमेव सर्वान् मारितवान् कृष्णः किमर्थं गीतोपदेशं कृतवान् अज्ञाननिवारणार्थम् अर्जुनस्य अज्ञाननिवारणार्थं कृष्णं गीतोपदेशम् उक्तवान् सैनिकाः कान् वादितवन्तः सैनिकाः शङ्खान् भेरीः पणवान् आनकान् गोमुखान् वादितवन्तः अर्जुनस्य मोहः कथं नष्टः नष्टः इति उक्तम् नष्टः इति अत्र पूर्वं लिखितमस्ति अत्र मोहः कुत्र मोहशब्दः अस्ति मोहः इति जानाति मोहः तस्य मोहः कथं नष्टः जातः मोहः इत्युक्ते इच्छा मोहः नाम अस्तु पश्यतु, तत्पूर्वं कृष्णः नाम अर्जुनः किमर्थं युद्धं कर्तुं न इष्टवान्? तस्य बान्धवान् मारयितुं न इच्छति. हा, किमर्थं न? दुःखं भविष्यति. नाम हा, तस्य कीदृशसम्बन्धः आसीत् तत्र? तत्र बान्धवानां तत्र तान् प्रति तस्य मोहः, तस्य हृदये मोहः आसीत् तान् प्रति, बान्धवान् प्रति मोहः आसीत्, अतः मारयितुं न इष्टवान्. तत्र लिखितमस्ति उत्तरं विश्वरूपदर्शनेन अर्जुनस्य मोहः नष्टः. तदानीं युद्धस्य कर्तुं युद्धं कर्तुं सः किं यदा मोहः नष्टः तदा सः युद्धं कर्तुम् अवश्यम्. हा नाम कः शब्दः अस्ति? सिद्धः खलु, सिद्धः सिद्धः. अग्रे श्रीकृष्णः अर्जुनाय किं दर्शितवान्? विश्वरूपदर्शनं दर्शितवान्. विश्वरूपम्? विश्वरूपं दर्शितवान्. अर्जुनः किमर्थं कौरवान् मारयितुं न इच्छति? कौरवाः अर्जुनस्य बान्धवाः, तत्कारणेन सः मारयितुं न इच्छति. मोहः आसीत् खलु, मोहः. अर्जुनः कान् दृष्टवान्? कान् दृष्टवान्? ओ, विश्वरूप. ओ, कान् दृष्टवान्? अर्जुनः श्रीकृष्णस्य देहे सर्वान् देवान्, भूतविशेषसमूहान्, ऋषीन्, ब्राह्मणम्, ईश्वरं च दृष्टवान्. अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्? सः उभयोः सेनयोः द्रष्टुमिच्छति. हा, किन्तु द्रष्टुमिति चेत् तत्र सेनयोः इति शिखा विभक्ति. सेनयोः सप्तमी. अतः द्रष्टुमिच्छति इति का विभक्तिः भवेत्? द्वितीय. तर्हि करोतु. अर्जुनः उभये सेने द्रष्टुमिच्छति. किन्तु वस्तुतः वदामि, उभयशब्दः एकवचने भवति उभयम्, अपि च बहुवचने. द्विवचने उभशब्दः अस्ति. उभय एकवचने बहुवचने, उभ द्विवचने. तर्हि उभे सेने इति नियमः अस्ति. अस्तु, कोऽपि प्रश्नः? अस्तु, अग्रे आशिभगिनी. एतेषां शब्दानां विभक्तिं वचनं च लिखत पाण्डवानां षष्ठीविभक्तिः बहुवचनं, सेनयोः षष्टि विभक्तिः द्विवचनम् युद्धभूमौ सप्तमी विभक्तिः एकवचनम् विषयान् द्वितीयविभक्तिः बहुवचनम् विश्वरूपदर्शनेन तृतीयविभक्तिः एकवचनम् अर्जुन न क्षम्यतम् कौरवाणां षष्टिविभक्तिः बहुवचनम् अर्जुनाय चतुर्थीविभक्तिः एकवचनम् अस्तु सन्ध्या भगिनी भगवान् द्वितीयविभक्ति भगवान् अहं न जानामि भवती जानाति भगवान् कोऽपि सहायं करोति वा प्रथमा हा अस्तु नाम अत्र वस्तुतः किमस्ति भगवान् इति हलन्तशब्दः अस्ति हलन्तशब्दानाम् अध्ययनं वयं न कृतवन्तः तावता नाम अत्र मूल भगवान् इत्यस्य मूलरूपम् अस्ति भगवत् भगवत् इति मूलरूपम् अस्ति तत्र अग्रे गत्वा वयं द्रक्ष्यामः एतत् वस्तुतः न कृतवन्तः तावता अग्रे रथे षष्टि विभक्ति षष्टि ओ सोरि सप्तमी वचनम् एकवचनं पितृन् पितृन् द्विवचनम् द्वितीयविभक्ति बहुवचनं भैरीः स्त्रीलिङ्गशब्दः बहुवचनं द्वितीयविभक्ति अथवा प्रथमविभक्ति न नदी इति वदतु नदी नद्यौ नद्यः नदीं नदी नदीः न नदी पुनः वदतु नदी नद्यौ नद्यः नदीं नदी न ओ न नदीं न न नदी नद्यौ नदीः नदी नद्यौ अस्ति खलु नदी नद्यौ नद्यः नदीं नद्यौ अनन्तरं विस्मृतवती नदीः द्वितीय बहुवचने न न आरम्भतः वदतु आरम्भतः वदतु नदी नद्यौ नद्यः नदीं नद्यौ नदीः तथा नदीः अत्र अस्ति किं भेदीः द्वितीयविभक्ति बहुवचनं बहुवचनं अहम् उक्तवती उक्तवती अस्तु समीचीनं समीचीनमेव अस्तु महोदय एतान् शब्दान् पठित्वा एतेषु भूतकालार्थकानां शब्दानां पुरतः चिह्नं कुरुत उदाहरणार्थम् उक्तवान् भूतकालम् एतान् शब्दान् पठित्वा एतेषु भूतकालार्थकानां शब्दानां पुरतः चिह्नं कुरुत तर्हि स्थापय इति भूतकालस्य अस्ति वा इच्छामि पश्य वादितवन्तः अस्ति भवान् वदतु आसन् नास्ति आसीत् आसन् नास्ति रूपं किम् रूपं किमस्ति सन्ति लकारः लङ् पुरुषः प्रथमपुरुषः वचनं बहुवचनम् आसीत् आस्ताम् आसन् अस्तु अग्रे महोदय कृतवान् अस्ति करोमि नास्ति अभवत् अस्ति कृतवन्तः अस्ति चिन्तय नास्ति दर्शितवान् अस्ति अनुशोचति नास्ति मारितवान् अस्ति दृष्टं नास्ति कुरु कुरु नास्ति प्राप्तवान् अस्ति उपविष्टवान् अस्ति अस्मि नास्ति भव नास्ति दृष्टं नास्ति कृत्वा दृष्टम् अस्ति दृष्टम् स्थापयित्वा दृष्टं नाम दर्शनम् अभवत् दृष्टम् द्रष्टुम् इति न दृष्टं द्रष्टुम् इस् हेविङ्ग् सीन् किं द्रष्टुम् इस् हेविङ्ग् सीन् रैट् आफ्टर् सी द्रष्टुं द्रष्टुं नाम टु सी टु सी द्रष्टुं द्रष्टुं बहु सम्यक् अस्ति अत्र दृष्टं दृष्टं नाम पुस्तकं दृष्टं मीन्स् द बुक् इस् सीन् हेस् बीन् सीन् कृत्वा नास्ति स्थापयित्वा नास्ति विसृज्य नास्ति उक्त्वा नास्ति सम्यक् अस्ति पाठं पठित्वा एतान् विभक्त्यन्तान् शब्दान् चित्वा लिखत द्वितीयान्ताः पाठं पठित्वा एतान् विभक्त्यन्तान् शब्दान् चित्वा लिखत गृहपाठरूपेण कुर्वन्तु नाम कथां यावन्तः शब्दाः द्वितीयविभक्त्यन्ताः तान् चित्वा अत्र लिखन्तु इति शङ्खान् एतत् बहु किमपि अस्ति तत्र तत्र कुत्र नाम एषु श्लोकेषु कुत्र कुत्र भविष्यत्कालः निर्दिष्टः इति वयं इत्यनेन अस्माकम् अभ्यासः भवितुमर्हति पठतु किञ्चित् एतान् गीताश्लोकान् उच्चैः पठत अथ चेत्वामिमं धर्म्यं सङ्ग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि अकीर्तिं च करिष्यसि अवाप्स्यसि वयं सर्वे कृतवन्तः खलु भविष्यत्कालः तत्र जानाति खलु करिष्यति भवानपि जानाति खलु गमिष्यति लिखिष्यति अत्र श्लोकेषु यत्र यत्र उदाहरणानि सन्ति तत्र प्रदर्शितानि सन्ति तत्र अधिकलाभः न स्यात् अस्माकं समयः अपि नास्ति सर्वेषां श्लोकानां परिशीलनार्थम् अतः किं कुर्मः अत्र वाटाका इति चेत् तत्र एकवचने एतावता एकवचने बहुवचने प्रथमपुरुषे उत्तमपुरुषे तावत् वयं जानीमः किन्तु मध्यमपुरुषस्य रूपं न जानीमः द्विवचनस्य रूपमपि न जानीमः अत्र एतत् सर्वं ज्ञातव्यमस्ति अतः अस्तु महोदय भवान् एव अभिनः महोदय भवान् पठतु अत्र रूपं कथमस्ति इति पश्येम परस्मैपदी चलिष्यति चलिष्यतः चलिष्यन्ति चलिष्यसि चलिष्यतः चलिष्यथ चलिष्यामि चलिष्यावः चलिष्यामः तर्हि चलिष्यति इति वयं जानीमः खलु चलिष्यन्ति तदानीं चलिष्यामि चलिष्यामः किन्तु मध्ये वस्तुतः किमस्ति स्थितिः इति वदामि वर्तमानकालस्य या स्थितिः सा एव स्थितिः अस्ति भविष्यत्कालस्य अपि केवलं मध्ये स्य अस्ति तावदेव तरी नाम चलति चलतः चलन्ति चलसि चलतः चलतः चलामि चलावः चलामः अत्र स्य इति मध्ये अस्ति अपि च कुत्रचित् इकारः अपि आगच्छति इस्य अत्र केवलं स इति न अत्र इस्य इति अस्ति खलु किन्तु यथा दादातु ददाति ददाति इत्यस्य भविष्यत्कालरूपं किं दास्यति तत्र इ इति नास्ति खलु दास्यति कुत्रचित् ईकारः आगच्छति कुत्रचित् न आगच्छति तस्य नाम अस्ति इडागमः इट् आगमः इडागमः तर्हि अत्र इडागमः अस्ति अपि च इत्लस्य इस्य इष्य इति भवति चलिष्यति अस्तु वा सर्वे मिलित्वा वदामः एकवारं चलिष्यति एकवारं मिलित्वा चलिष्यतः चलिष्यन्ति चलिष्यसि चलिष्यतः चलिष्यतः चलिष्यामि चलिष्यावः चलिष्यामः गमिष्यति गमिष्यतः गमिष्यन्ति गमिष्यसि गमिष्यतः गमिष्यथ गमिष्यामि गमिष्यामि गमिष्यावः गमिष्यावः गमिष्यामः गमिष्यामः द्रक्ष्यति द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यतः द्रक्ष्यन्ति द्रक्ष्यन्ति द्रक्ष्यसि द्रक्ष्यसि द्रक्ष्यतः द्रक्ष्यतः द्रक्ष्यथ द्रक्ष्यथ द्रक्ष्यामि द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यावः द्रक्ष्यामः द्रक्ष्यामः करिष्यति करिष्यति करिष्यथ करिष्यथ करिष्यन्ति करिष्यन्ति करिष्यसि करिष्यसि करिष्यथ करिष्यथ करिष्यथ करिष्यथ करिष्यामि करिष्यामि करिष्यावः करिष्यावः करिष्यामः करिष्यामः अग्रे अस्ति आत्मनेपदी रूपाणि आत्मनि तत्र करोति इति कृ धातुः उभयपदी धातुः अस्ति तर्हि करोति कुरुते बालकः कार्यं करोति बालकः कार्यं कुरुते इति समानं तर्हि तत्र यथा सेवते शुभभगिनी वदतु सेवते तत्र वर्तमानकाले लट्लकाले सेवते सेवते सेवेते सेवन्ते सेवसे सेवेथे सेवध्वे सेवे सेवावहे सेवामहे अत्र तथैव अस्ति केवलं मध्यस्य अस्ति तर्हि वदामः एकवारं करिष्यते करिष्येते करिष्यन्ते करिष्यसे करिष्येथे करिष्यध्वे करिष्ये करिष्यावहे करिष्यामहे अत्र वर्तते इति वृत् धातुः अग्रे वृत् धातुः वर्तते वर्तेति वर्तन्ते अत्र वर्तिष्यते वर्तिष्येते वर्तिष्यन्ते वर्तिष्यसे वर्तिष्येथे वर्तिष्यध्वे वर्तिष्ये वर्तिष्यावहे वर्तिष्यामहे अत्र ईक्ष धातुः नाम दर्शनार्थे अस्ति ईक्षते नाम पश्यति ईक्षते ईक्षते अत्र ईक्षते इति वर्तमानकाले ईक्षते भविष्यत्काले इडागमः अस्ति ईक्षिष्यते ईक्षिष्यते ईक्षिष्येते ईक्षिष्यन्ते ईक्षिष्यस्ये ईक्षिष्येथे ईक्षिष्यध्वे ईक्षिष्ये ईक्षिष्यावहे ईक्षिष्यामहे अस्तु अस्य अभ्यासः किञ्चित् भवतु अधुना अस्तु काचन कानिचन उदाहरणानि दत्तानि सन्ति अत्र पश्यन्तु कुत्रचित् इडागमः अस्ति कुत्रचित् नास्ति अस्तु लक्ष्मीभगिनी वदतु दा धातु दा धातुः दास्यति दास्यते अत्र उपायपदी धातु अस्ति. अग्रे ज्ञा धातु ज्ञास्यति ज्ञास्यते. श्रु धातु श्रोष्यति. लिख धातु लेखिष्यति. मिल धातु मेलिष्यति. मन धातु मंस्यते. मंस्यते इत्युक्ते मंस्यते मन तत्र मन तत्र चिन्तयति इति अर्थः. मननम् मन्ये इति अहं मन्ये. रम धातु रम्स्यते. प्रच्छ धातु प्रक्ष्यति. सक् धातु सक्ष्यति. उत् प्लस स्था धातु उत्थास्यति. ग्रह धातु ग्रहीष्यति ग्रहीष्यते. उपधातु विश उपवेक्षति. उप इति उपसर्गः अस्ति. उप उपसर्ग पूर्वकः विश धातु. उपवेक्षति. युद्ध धातु योक्षते. युद्ध धातु योत्स्यते. इष धातु एशिष्यति. क्री धातु क्रेष्यति क्रेष्यते. नी धातु नेष्यति नेष्यते. नम धातु नंस्यति. नृत् धातु नर्तिष्यति. हु धातु होष्यति. भुज् धातु भोक्ष्यते. इति कानिचन विशिष्ट रूपाणि सन्ति इति वयं दृष्टवन्तः. हु धातुः नाम आह्वयति इति अर्थः. आह्वयति आह्वानम् इत्युक्ते तत्र यशिष्यति नाम इच्छति भविष्यत्काले. तदेव नाम आह्वानम् आह्वयति आह्वास्यति. इति अर्थः अस्ति. अस्तु अग्रे तर्हि अग्रे अभ्यासः भवतु. शुभमन्यु महोदय अग्रे. यथोदाहरणं भविष्यत्कालरूपाणि लिखत. पठ प्रथमपुरुष पठिष्यति पठिष्यतः पठिष्यन्ति. चल प्रथमपुरुष चलिष्यति चलिष्यतः चलिष्यन्ति. गम मध्यमपुरुष गमिष्यसि गमिष्यतः गमिष्यथ. क्रीड उत्तमपुरुष क्रीडिष्यामि क्रीडिष्यावः क्रीडिष्यामः. खाद प्रथमपुरुष खादिष्यति खादिष्यतः खादिष्यन्ति. खादिष्यति. धाव मध्यमपुरुषः धाविष्यसि धाविष्यथः धाविष्यथ. नम उत्तमपुरुषः नश्यामि नश्यावः नश्यामः. धृ प्रथमपुरुषः धरिष्यति धरिष्यतः धरिष्यन्ति. ह्य मध्यमपुरुष हृ मध्यमपुरुष हरिष्यथ हरिष्यसि हरिष्यथः हरिष्यथ. मुद्र मुद् प्रथमपुरुष मोदिष्यते मोदिष्यते मोदिष्येथे मोदिष्यथ मोदिष्यन्ते मोदिष्यन्ते. स्मरिष्यामि स्मरिष्यावः स्मरिष्यावः स्मरिष्यामः. वद् प्रथमपुरुष वदिष्यामि वदिष्यतः वदिष्यथ. प्रथमपुरुष वदिष्यति वदिष्यतः वदिष्यथ प्रच्छ मध्यमपुरुष प्रक्ष्यसि ओके प्रक्ष्यसि प्रक्ष्यतः प्रक्ष्यथ भूधातुः होष्यामि होष्यावः होष्यामः दृष्टातुः उत्तमपुरुषः द्रुक्ष्यामि द्रुक्ष्यावः द्रुक्ष्यामः अत्र अत्र अवगच्छतु अत्र धातुः अस्ति दृश् किन्तु रूपमस्ति द्र तत्र भेदः अस्ति खलु नाम प्रायः भवती उक्तवती एव केवलम् अहं वदामि अत्र द्रक्ष्यामि द्रक्ष्यावः इति पुनः वदतु द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः नि प्रथमपुरुषः नेष्यति नेष्यति नेष्यतः नेष्यन्ति अत्र एकमहं वदामि यत् तत्र तुमुनिति अस्ति कश्चन खलु तुमुनि प्रत्ययः अस्ति तुमन् अस्ति अनन्तरं क्त्वा अपि अस्ति यथा पठितुं पठित्वा इति रूपद्वयमस्ति तत्र रूपद्वयमस्ति अपि च यत्र भेदः अस्ति कुत्रचित् भेदः अस्ति तत्र भूतकालस्य क्तवतु पठितवान् अपि च भविष्यत्कालस्य पठिष्यति तत्र अत्र पश्यन्तु तत्र भेदः नास्ति पठितवान् पठिष्यति पठितुं पठित्वा तत्र समानं सर्वत्र किन्तु दृष्टातुः तत्र दृष्टवान् दृष्टवान् अपि च दृष्ट्वा तत्र समानमस्ति क्त्वा अपि च भूतकालस्य त्वा भूतकालस्य अवगच्छति वा क्त्वा भूतकालस्य दृष्ट्वा दृष्टवान् किन्तु भविष्यत्कालस्य अपि च तुम् द्रष्टुं द्रक्ष्यामि तत्र सामान्यं यत्र भेदः अस्ति तत्र तुमुन् भविष्यत्कालः समानः भविष्यति क्त्वा भूतकालः पुनः समानः भविष्यति मिल् धातुः मध्यमपुरुषः मिलिष्यसि मिलिष्यत् मिलिष्यथ फा धातुः उत्तमपुरुषः पास्यामि पास्यावः पास्यामः रं धातुः मध्यमपुरुषः रंस्येते रंस्येसे रंस्येते एकारः पश्यतु अत्र एकारः अस्ति अत्र नास्ति एकवचने रंस्यसे रंस्यसे रंस्येथे रंस्यध्वे शाल् शालिष्यति शालिष् क्षम्यतां शाला शालयिष्यति शालयिष्यतः शालयिष्यन्ति रुद् तत्र यकारः अस्ति मध्ये य किमर्थम् इति चेत् तत्र चुरादिगणे अस्ति, दशमगणे अस्ति, तत्र प्रक्षालयति चोरयति तत्र प्रत्येकस्मिन् रूपे यकारः अस्ति तत्र. धातूनां दशगणाः सन्ति, तत्र दशमगणे प्रक्षालयति चोरयति तत्र य अस्ति, अत्र अतः अत्र य अस्ति. स्वच्छं करोति, क्षालयति प्रक्षालयति समानम्. क्षालयति क्षालयिष्यति एवं. रुद् रुद् मध्यमपुरुषः. रुदिष्यसि रुदिष्यथः रुदिष्यथः. वद् उत्तमपुरुषः. वदिष्यामि वदिष्यावः वदिष्यामः. युद् प्रथमपुरुषः. युद् योत्स्यते योत्स्यते योत्स्येते योत्स्यन्ते. भू प्रथमपुरुषः भवति भविष्यति भविष्यतः भविष्यतः भविष्यन्ति. कृ उत्तमपुरुषः. करिष्यामि करिष्यावः करिष्यामः. कृ उत्तमपुरुषे आत्मनेपदे. करिष्ये करिष्यावहे करिष्यामहे. रता उत्तमपुरुषः. स्था उत्तमपुरुषः. स्थास्यामि स्थास्यामि स्थास्यामि स्थास्यामि स्थास्यामि स्थास्यामः स्थास्यामः. अस्तु सम्यक् महोदय. भवान् कर्तुम् इच्छति वा? अस्तु अस्तु. स्थाप प्रथमपुरुषः. स्थापयिष्यति स्थापयिष्यतः स्थापयिष्यन्ति. नृत् मध्यमपुरुषः. नर्तिष्यसि नर्तिष्यतः नर्तिष्यथ. तृ उत्तमपुरुषः. तरिष्यामि तरिष्यावः तरिष्यामः. लभ उत्तमपुरुषः. लप्स्ये लप्स्येथे लप्स्यत्वे लप्स्ये लप्स्यावहे लप्स्यावेहे लप्स्यामहे. पुनः वदतु. लप्स्ये लप्स्यावहे लप्स्यामहे. अस्तु इति पाणि सन्ति. समीचीनमस्ति वा? गृहपाठरूपेण किञ्चित् अभ्यासं कर्तुं शक्नुवन्ति वा? अभ्यासः भवितुमर्हति वा? अस्तु. तर्हि अत्र अग्रिम अभ्यासः भवितुमर्हति. तत्र लट्लकारः अस्ति, तत्र लृट्लकारः करणीयः अस्ति. विंशति उदाहरणानि सन्ति. अपि च ततः अग्रे द्वितीय अभ्यासः अपि कुर्वन्तु. तत्र प्रथमाभ्यासः द्वितीयाभ्यासः च. अस्तु अस्तु. नमस्कारः. नमस्कारः. धन्यवादः.